शक्नोमि आम् मम अहं एतावत्पर्यन्तं मया उद्घाटितम् इति मम कापि तत्र एव अहं पठितवती इति अहं चिन्तितवती. अस्तु, शेषामेव प्रसादं सुविदितविदुषां देवतान्वेति वाचां गहनदर्शनशास्त्रमहोदधौ चिरनिमज्जनकौतुककारिणी सरससंस्कृतकाव्यसुधाम्बुधिं समवगाहतु मे अद्य सरस्वती. शिवराजजयं नाम गद्यकाव्यम् अनूद्यते केदारनाममिश्रेण छात्रेभ्यो राष्ट्रभाषया. अस्तु, अत्र तस्य श्लोकानाम् अर्थः वक्तव्यः वा अथवा सरलः अस्ति वा? भवद्भिः केनापि, भवत्सु केनापि उच्यताम् अत्र सरलः अस्ति. केवलं पर्यायपदरीत्या क्षम्यताम्, अन्वयक्रमरीत्या पठामः चेदपि अवगम्यते एव. श्रूयते किम्? आम् आम् श्रूयते श्रूयते महोदय. तत्र चित्तनिलये केतामिह देवं इत्युक्ते स्वकीयं गुरुं नमति वा अस्मिन्? अत्र ओ अत्र वा आम् आम् अतः एते तदपि केवलं स्वकीयं गुरुम् इति केवलं तमेव इति न, इतरान् अपि निःशेष आम्नाय विज्ञान् इत्युक्ते आम्नाय इत्युक्ते वेदान् स वेदान् पठितवन्तः निःशेषं पूर्णतया. अनन्तरं निखिलमतिमताम् अति अत्यद्भुतम् अतियुक्तां जना उक्तान् जनान् माननीयान् नमस्यान् नमस्यान् इति नमस्कारोचितान् नमस्कारार्हान्. अनन्तरं भक्त्या गिरिधरचरणान् अदपि देवन् देवस्य पादारविन्दम्. अनन्तरं तान् चतुर्वेदिनश्च, चतुर्वेदिनः इति ये चतुरः वेदानपि पठितवन्तः ते चतुर्वेदिनः खलु. तान् चतुर्वेदिनश्च श्रीगोपीनाथपादान् अथवा गोपीनाथ इति तस्य प्रायः गुरुः स्यात्. तत्र यदा भगवत्पादाः इति किञ्चित् पूजार्हान् तथा एव वदन्ति खलु, सम्बुध्यते ते तथा एव. तत्र गोपीनाथवर्यस्य एव एतत् सर्वं विशेषणं प्रायः भवितुम् अर्हति अथवा इतरजनान् वा. यतः गिरिधरचरणान्यपि अस्ति, अतः देवं नमस्कृत्य एतान् सर्वान् नमस्कृत्य सश्रद्धं नौमि भक्त्या इह भक्त्या अहं गुरुवरान् सर्वान् गुरुवरान् सन्नमत् कन्धरेण. नमत् इति शत्रन्तम् अत्र समासः भवति. नमता कन्धरेण इत्यस्य समासेन नमत् कन्धरेण सम्यक् नमस्कुर्वन् अहम् येषाम् एते सर्वे प्रसादितवन्तः, प्रसाद तेषाम् अनुग्रहं प्राप्तवान् कविः. अतः येषामेव प्रसादं सुविदितविदुषां देवतान्वेति वाचां. सुविदितविदुषां वाचां देवता तत् देवताः सरस्वती अन्वेति वाचां, वाचां देवताः. कथं भवति एतत्? येषां प्रसादं सुविदितविदुषां वाचां देवता अन्वेति देवता इति अस्तु प्रायः सरस्वती सरस्वती देवता अन्वेति. अस्तु महोदय, तत्र कन्धरेण इत्युक्ते किं? सन्नमत् कन्धरेण कन्धर इत्युक्ते इत्युक्ते ग्रीवा कण्ठः. ओ वयं नमस्कारं यदा कुर्मः तदा शिरसा नम्रतया शिरम् अवनमय्य, शिरः अवनमय्य खलु नमस्कारं कुर्मः, तदेव कन्धरः. अस्तु, अग्रिमश्लोकः. तर्हि अग्रिमे श्लोके अद्य मह्यं मे सरस्वती, तत्र कीदृशी सरस्वती इति, चिरनिमज्जनकौतुककारिणी सरस्वती, सा गहनदर्शनशास्त्रमहोदधौ, तादृशे सागरे सरससंस्कृतकाव्यसुधाम्बुधिं समवगाहतु इति, अवगाहतु नाम निमग्नं करोतु मां. सरस्वती अद्य मे समवगाहतु. अत्र साधारणतया अवगाहः इति वदति तदा तस्य कर्मपदस्य द्वितीयविभक्तिः एव भवति. अतः एव सुधाम्बुधिं समवगाहतु इति द्वितीयविभक्तो भवति. प्रथमं गहनदर्शनशास्त्रमहोदधौ इति सप्तमी विभक्तिः अभवत्. तत्र चिरनिमज्जनकौतुककारिणी, अत्र गहनदर्शनशास्त्रम् इत्युक्ते केवलं कवित्वं कर्तुं सर्वशास्त्रपारङ्गतः भवति चेत् तदपि गहनदर्शनशास्त्रम् इति तत्र भवति. किञ्चित् गहनमेव, बहु स्निग्धं भवति, गहनं कष्टकरं. तादृशगहनशास्त्रमहोदधौ चिरनिमज्जनकौतुककारिणी, तत्र यथा चिरकालं निमज्जनं कर्तुं वयं प्रभवामः तथा करोति सरस्वती. कौतुककारिणी सा एषा सरस्वती अद्य सरससंस्कृतकाव्यसुधाम्बुधिं समवगाहत्. तत्र सरस इति अस्ति खलु, तत्र सरस इत्यस्य पदस्य भिन्नभिन्न अर्थाः भवितुम् अर्हन्ति. इदानीं सरसं फलम् इत्युक्ते फले पूर्णं रसम् अस्ति इति सरसं फलम् इति भवति. यत् अनन्तरं सरः सरस् इति सरोवरस्य अपि नाम उच्यते. तत्रापि रसः इत्युक्ते जलम् इति अर्थः भवति. सरः इति भवति चेत् तत्र अधिकं जलम् अस्ति इति सरोवरः इत्यपि एकः अर्थः भवति. अनन्तरं काव्यस्य विषयं स्वीकुर्मः चेत् पूर्णतया रसभरितं काव्यं भवति, तत्तु तत्रापि सरसः इति भवति. अनन्तरं भोजने तादृशरुचिं षड्रसाः भवन्ति खलु, षड्रुचयः, तदेव रुचयः एव रसाः इति. तत्रापि षड्रुचीणां विषयेपि रसः इति उच्यते. इदानीं सरसं भोजनम् इति भवति चेत् स बहु सम्यक् रुचिकरम् अस्ति इति अर्थः. एवं अनन्तरं सरसः इत्युक्ते हास्यम् इत्यपि भवति. अनेकानेक अर्थाः भवन्ति. अत्र संस्कृतकाव्यसुधाम्बुधिम् इत्यस्य विशेषणरीत्या सरस इति अस्ति, अतः तस्य काव्यरसः इत्येव वयं सकलानां सकलकाव्यानाम् अपि अम्बुधिः एव भवति संस्कृते. तत्र अहं निमज्जनं यथा कुर्यां तथा करोतु सरस्वती इति. अस्तु, अग्रे गच्छामः. इदानीं पाठः आरभ्यते इति मन्ये. अत्र तु प्रथमपृष्ठं नास्ति, तत्र किम् उच्यते इत्यपि न ज्ञायते, परन्तु चिन्ता नास्ति, अर्थः अवगम्यते एव. पठ्यतां किञ्चित् किञ्चित् वाक्यत्रयं वाक्यचतुष्टयं वा पठन्ति चेत् अत्र अहं कियत् दीर्घं भवति वाक्यम् इति अहं न जाने. तत्र बहु दीर्घमपि भवितुमर्हति. अत्र केनापि अर्धभागः पठ्यताम्. प्रथमं सन्ध्याभगिनी भवती एव प्रारम्भं करोति किम्? अस्तु. अरुण एष प्रकाशः पूर्वस्यां भगवतो मरीचिमालिनः. एष भगवान् मणिराकाशमण्डलस्य चक्रवर्ती मणिराकाशमण्डलस्य चक्रवर्ती खेचरचक्रस्य कुण्डलम् आखण्डलदिशः दीपको ब्रह्माण्डभाण्डस्य प्रेयान् पुण्डरीकपटलस्य शोकः विमोकः कोकलोकस्य, शोकविमोकः कोकलोकस्य अवलम्बो रोलम्बक अवलम्बो रोलम्बकदम्बस्य रोलम्बकदम्बस्य सूत्रधारः सर्वव्यवहारस्य इनश्च दिनस्य इति सूर्यस्य विषये तत्र सूर्यस्य किञ्चित् फाण्ट् बृहत् करोति किम्? सूर्यस्य विषये एतत् आमां सर्वं पूर्वं सूर्यस्य विषये एव सर्वम् अत्र किञ्चित् यावत् शक्यं तावत् अर्थस्य विषयं वदति किम्? आम् अनन्तरं टीकामपि पठामः. आम् तर्हि अरुणः एषः प्रकाशः इति तत्र प्रकाशस्य वर्णनं पूर्वस्यां भगवतो मरीचिमालिनः पूर्वस्यां दिशि एषः अरुणः प्रकाशः कस्य इति चेत् भगवतः सूर्यस्य इति सूर्यस्य मरीचिमालिनः इति तत्र सूर्यस्य मरीचिमालिनः इति किमर्थम् आगतं तदपि वदतु तत्र. मरीचयः किरणाः सूर्यस्य किरणाः मरीचयः मालिनी माला किरणानां माला एव भवति खलु. सूर्यात् सूर्यात् सर्वतः किरणानि प्रसरन्ति खलु, अतः सः तत् यथा कथं दृश्यते सूर्यः यदा पश्यामः तं परितः मण्डलमस्ति, किरणानां मण्डलमेव भाति खलु, तथा एव अस्माकं मनसि. अतः सा एव माला, मरीचयः एव माला तद्धरति इति सः मरीचमाली, मरीचिमाली तस्य भगवतः मरीचिमालस्य प्रकाशः. तत्र मरीचीनां माला यस्य सः इति मरीचिमाली इनि प्रत्ययान्तं एषः भगवान् मणिः अस्ति, आकाशमण्डलस्य मणिः अस्ति. खेचरचक्रस्य चक्रवर्ती, अत्र खेचराः अत्र ग्रहाः इति इत्युक्ते तत्र आकाशे चरन्ति ये इति ग्रहाः इति अत्र. तर्हि ग्रहः चरन्ति अनेके विषयाः सन्ति खलु आकाशे, नक्षत्राणि भवन्ति, मम मेघाः भवन्ति, अनन्तरं भिन्नभिन्न विषयाः सन्ति एव. तेषां चक्रमेव भवति आकाशः, तत्र समूहः एव भवति वस्तूनां, तेषां चक्रवर्ती एषः एव अधिकारी इति. इति अनन्तरं कुण्डलम् आखण्डलदिशः अत्र दिश केवलं तत्र दिशः इति कुण्डलम् इति आभरणम् इति भाति मम. आम्, अत्र आखण्डलदिशः इति का दिक् का, तत्र आखण्डलः कः? न जानामि इन्द्रः. इन्द्रः, ओहो इन्द्रस्य ओहो दिक् का, कस्य कस्याः दिशः अधिपति इन्द्रः? पूर्व, आम्, पूर्वस्यां दिशि एव तस्य आधिपत्यं भवति, अतः पूर्वम् आखण्डलदिशः इति इन्द्रस्य दिक् इति कारणात् पूर्वादिक्. तर्हि तत्र ऐन्द्री तस्य कुण्डलमिव भासते सूर्यः, यतः इदानीं सूर्योदयः भवन् अस्ति, अतः तत्र कुण्डलमिव आभरणरूपमिव अस्ति सूर्यः दृश्यते इति. समीचीनम्. अनन्तरं ब्रह्माण्डभाण्डस्य दीपकः दीपकः, सर्वं ब्रह्माण्डं सः एव प्रज्वालयति. ब्रह्माण्डम् इत्युक्ते पूर्णतया यूनिवर्स् इति ब्रह्माण्डं. तत्र सर्वे ग्रहाः भवन्ति, समुद्राः भवन्ति, भूमिः, आकाशः, पञ्चभूतानि अपि तत्र भवन्ति. ये सर्वम् आहत्य यूनिवर्स् इति वदामः खलु, तत् तदा एव ब्रह्माण्डं. तस्य ब्रह्माण्डम् एकं पात्रं, भाण्डम् इति वयं स्वीकुर्मः चेत् तस्य दीपकः तत्रत्य दीपः एव सूर्यः. पुनः अनन्तरं पुण्डरीकपटलस्य प्रेयान् प्रेयान् पुण्ड प्रेयान् पुण्डरी इत्यस्य प्रेयान् इत्यस्य अर्थः प्रीतिः यः प्रियः प्रियः प्रियः प्रियः तावदेव. प्रियः पुण्डरीकपटलस्य पुण्डरीकः कमलं, कमलपुष्पं ओ कमलानां सं अस्तु अस्तु हा हा कुछ तर्हि कमलानां कमला सह पटलस्य समूहस्य प्रियकरः सः प्रियकरः यतः तत्र विकसति कमलं तं विकसति खलु. दृष्ट्वा इति. अस्तु अनन्तरं अनन्तरं शोकविमोकः इत्युक्ते शोकात् यः विमोचनं करोति सः शोकविमोकः. कोकलोकस्य कोकलोकस्य कोकः इत्युक्ते चक्रवाकपक्षी. ओ चक्रवाकपक्षी इति साधारणतया चक्रवाकपक्षी रात्रौ दम्पती भवतः खलु, तत्र सूर्यस्य किरणानेव तत्र आहारः आहारीत्या तेनैव किरणेनैव जीवितः भवन्ति साधारणतया इत्यपि उच्यते. अनन्तरं यावत्पर्यन्तं सूर्यः आकाशे प्रकाशते तावत्पर्यन्तं चक्रवाकपक्षिणः युगलस्य सर्वदा आनन्दः भवति. सूर्यस्य अस्तमनाद् अनन्तरं तयोः विरहः भवति. पुनः प्रातःकाले सूर्योदयपर्यन्तं ते तौ विरहे एव क्लेशम् अनुभवतः तौ. अतः एव सूर्योदयं यदा भवति तेषां तयोः शोकस्य परिहारः भवति. अतः कोकलोकस्य शोकविमोकः. अनन्तरं अनन्तरम् अवलम्बः रोलकदम्बकस्य रोलम्बकदम्बस्य. पुनः कदम्ब इत्युक्ते न केवलं पुष्पम्, अर्थाः भिन्नाः भवन्ति समूहः इत्यपि. अत्र रोलम्ब इत्युक्ते भ्रमराः, भ्रमरः आम् भ्रमराणां समूहस्य आश्रयः एव एषः इति. अनन्तरं अनन्तरं सर्वव्यवहारस्य सूत्रधारः सर्वं तेन एव चलति, सूर्यः नास्ति चेत् किमपि न व्यवहरति इति. अनन्तरं अस्तु. दिनस्य इनः इनः इत्युक्ते नायकः चक्रवर्ती इति अर्थः भवति. इदानीं सूर्यस्य पर्यायपदे दिवसेश्वरः इत्यपि भवति खलु एकं पदं. दिवसः इत्युक्ते केवलं न केवलं प्रातःकालतः आरभ्य रात्रिपर्यन्तं दिनम् इति न, पूर्णतया चतुर्विंशतिघण्टाकालः पूर्णतया एव एकं दिनम् इति उच्यते. अतः तादृश दिनमिति स्वीकुर्मः चेदपि तस्य ईश्वरः भवितुम् अर्हति. अथवा इदानीं सूर्यः सर्वदा अस्ति एव खलु, केवलम् अस्माकं पुरतः न दृश्यते. सूर्यास्तमनम् इत्युक्ते सूर्यः गतः इति न, अस्मिन् भाग अन्यस्मिन् भागे वर्तते एव सूर्यः. अतः यावत्पर्यन्तं सः दृश्यते अस्माकं पुरतः तावत्पर्यन्तं ये ये व्यवहाराः क्रियन्ते अस्माभिः तान् सर्वेषां सर्वेषां व्यवहाराणां साक्षी भवति सूर्यः. अतः एव सूर्यस्य अनेकानेकनामानि भवन्ति खलु, सर्वसाक्षी इति एकं पदमस्ति. सर्वसाक्षी इति जयतु जयतु जय जयति जयति सूर्यसप्तलोकैकदीपः किरणमृतिततापः सर्वदुःखस्य हर्ता इति एकः श्लोकः वर्तते खलु. अरुणकिरणगम्यश्चन्द्रादित्यमूर्तिः परमपरमदिव्यं भास्करस्तं नमामि इति श्लोकः भवति. तत्र सर्वसाक्षी इति अर्थः अपि कल्प्यते तत्र. अस्तु, अतः सर्वव्यवहारस्य सूत्रधारः, तत् यथा तस्य चलनं भवति तत् सः सूत्रं धरति, सः नियामकः सर्वनियामकः. तेन एव तेन सह तस्य साहाय्येन एव अस्माकं सर्वे व्यवहारः भवन्ति इति. सर्वे व्यवहारः इत्यस्य अपि भिन्नभिन्न अर्थाः के सर्वव्यवहाराः इति टीकायाम् अस्ति. अनन्तरं पश्यामः स दिनस्य इनः च सः दिवसेश्वरः. इदानीम् अत्र इतः पूर्वं प्रार्थनाश्लोके केचन विषयाः आसन्, तत् तदपि पठितव्यम् आसीत् मया अस्माभिः. कुत्र इति पश्यामः. अस्तु, इदानीं तत् अनुच्छेदं पूर्णतया पठतु, अग्रे टीका युगपत् आरम्भतः पठामः टीकाम्. इदानीं केनापि अन्येन पठ्यते किम् अग्रे? अहं पठामि। अयोमे अयमेव अहोरात्रः. अयमेव अहोरात्रं जनयति, अयमेव वत्सरं द्वादशसु भागेषु विभनक्ति, अयमेव कारणं षण्णां षण्णामृतानां ऋतूनां षण्णामृतूनां षण्णामृतूनां एष एव अङ्गीकरोति उत्तरं दक्षिणं च अयनं येन येन एनेन येन इति एकं पदम् इदानीं एतदस्ति खलु अयम् इमौ इमे इति शब्दः, तत्र तृतीयभक्तौ एकवचने रूपद्वयं वर्तते, अनेन इत्यपि येनेन इत्यपि, यत्र येनेन एव इति. एनेन एव सम्पादिता युगभेदाः, एनेन एव कृताः कल्पभेदाः, एनम् एव आश्रित्य भवति परमेष्टिनः परार्धसंख्या असौ एव असौ एव चर् चर् चर्कर्ति चर्कर्ति विर् विर्भर्ति जर्हर्ति भर्भर्ति जर्हर्ति च जगत् वेदा एतस्य एव वन्दिनः गायत्री अमुम् एव गायति ब्रह्मनिष्ठा ब्रह्मणा ब्राह्मणा अमुम् एव आहार हरु अहरः अहरः अहरः उपतिष्ठन्ते। तत्र यावत् शक्यं यावत् एकवारं पठामः, तत् द्विवारं पठामः चेत् विलम्बः अधिकः भवति. यदा वदन् पठ्यते तदा एव किञ्चित् मनसि चिन्तयित्वा पठन्तु, अनेकेषु स्थलेषु विसर्गलोपः भवति. अत्र श्रीलिङ्गं न श्री विसर्गरहितः दीर्घः आकारः आगच्छति चेत् श्रीलिङ्गं वा इति भ्रमः जायते, तथा मास्तु. वेदा एतस्यैव इति एतस्यैव इति अस्ति खलु, वेदाः इत्येव विभागं कृत्वा एव पठतु, चिन्ता नास्ति. वेदाः एव वेदाः एतस्य एव वन्दिनः, गायत्री अमुमेव गायति, ब्रह्मनिष्ठाः ब्राह्मणाः अमुमेव अहरहः उपतिष्ठन्ते. अस्तु, तावत्पर्यन्तं तस्य अर्थं यावत् शक्यं वदतु, अनन्तरं अहोरात्रं जनयति, सूर्य एव अहोरात्रं जनयति द्वादश मास अत्र मासेषु अर्थः कः? अहोरात्रं जनयति इत्युक्ते सूर्यः एव अहन् अपि च रात्रं च अहः अहः रात्रं रात्रिं च सः एव जनयति. अनन्तरं द्वादश मास मासेषु भागेषु विभनक्ति विभनक्ति विभागं तथा सः एव करोति खलु. किमर्थं तथा? वत्सरम् इत्युक्ते अर्थः कः? वर्षम् एकं वर्षं वत्सरं द्वादशसु भागेषु, वर्षस्य द्वादशमासाः भवन्ति खलु, तत्र सः एव तथा विभागं करोति, सूर्यः एव करोति, यतः तस्य गतिः एकैकस्यापि मासस्य राष्ट्राधिपतिः भवति. अतः एव वयं पञ्चाङ्गे पश्यामः चेत् मेषमासः इति भवति खलु, चैत्रमासस्य मेषमासः इति वदन्ति. अतः यद्यपि तत्र राशीनाम् एकं मृगिः वा पक्षी वा किमपि चिह्नं भवति खलु, तदेव मेषराशिः इति, तत्र तथा एव चित्रमपि भवति, तत् सर्वे जानन्ति. अस्तु, अतः वर्षस्य द्वादशविभागाः सूर्येन एव कृताः भवन्ति. विभनक्ति इत्युक्ते विभागं करोति इति अर्थः. अग्रे. ऋतूनां कारणमपि एषः एव अयमेव दक्षिणायनम् उत्तरायणम् अपि एषः एव अङ्गीकरोति करोति. तत् किम् अनुसृति भवति दक्षिणायनम् उत्तरायनम्? सूर्यस्य गायनं गतिं, सूर्यस्य गतिम् अनुसृत्य अयनं भवति खलु दक्षिणायन उत्तरायणम् इति निर्देशः. अस्तु. एनेन एव सम्पादिता युगभेदाः कृतत्रेता द्वापरयुग सर्वे एतत् कल्पभेदाः अपि कल्पभेदाः तस्य तदर्थमपि गणनम् अस्ति, तदपि टीकायामेव भवति. अनन्तरम् अहमपि किञ्चित् शब्दकोशं दृष्ट्वा लिखितवती अस्मि, तद् अनन्तरं वदामि. अग्रिमम् एनम् एव आश्रित्य. भवति परमेष्टिनः परार्थसङ्ख्या परार्थसङ्ख्या अत्र परमेष्टि इत्युक्ते अत्र चतुर्मुखब्रह्मा, ब्रह्मणः परार्धसङ्ख्या इति. ब्रह्मणः आयुष्कालः अपि, आयुष्कालः इत्युक्ते तस्य पदवी, पदस्य कालः, सः तस्य परार्धसङ्ख्या इति नाम. सङ्ख्या भवति, अन्तिमा वेला भवति तस्य ब्रह्म तदनन्तरं प्रलयः भवति, प्रलयं भवति. अतः परार्धसङ्ख्या परमेष्टिनः परार्धसङ्ख्या अपि सूर्यस्य गतिम् अनुसृत्य एव भवति. अनन्तरं असौ एव. भर्ति भर् भर्भर्ति जर्हर्ति तो जगत् जगत् जगतः कार्यत्रयं भवति, तदर्थं ब्रह्मविष्णुमहेश्वराणाम् इति कार्यम् इति वदामः चेदपि सूर्यः एव तत्सर्वं करोति इति कारणात् चर्कर्ति इत्युक्ते सृष्टिं करोति, भर्भर्ति इत्युक्ते भरणं करोति, भरणम् इत्युक्ते पोषणं करोति, स्थितिः तदेव. जर्हर्ति इत्युक्ते अन्ते मुक्तिमपि ददाति अथवा नाशयति. सृष्टिस्थितिलयानाम् अधिकारी एषः एव इति. अत्र चर्कर्ति, भर्भर्ति, जर्हर्ति इति यङ् लुङ् लकारः इति उच्यते. यङ् लकारः क्षम्यतां, लकारः एव न, दशसु लकारेषु यङ् यङ् प्रत्ययः न भवति, लुङ् प्रत्ययः अपि न भवति. अत्र यद् किमर्थम् एवम् अस्ति इत्युक्ते प्रतिदिनम् अनवरतम् एतत् कार्यं भवति खलु, अतः सृष्टिस्थितिलयकार्याणि सर्वदा भवन्ति, अतः एव प्रतिदिनं भवति, पुनः पुनः भवति इति कारणात् एतत् यङ् प्रत्ययस्य उपयोगः भवति. एतदर्थं व्याकरणस्य सम्प्रदायस्थ विषयः न, कवीनां प्रयोगाः एते सर्वे. तेषां अत्र काव्यस्य गद्यं वा भवतु पद्यं वा भवतु, काव्यस्य सौन्दर्यवृद्ध्यर्थम् एवम् एतत् प्रत्ययम् उपयुज्य कविरचनां कुर्वन्ति. अस्तु, इदानीम् अग्रे वाक्यं समाप्तं वा? अस्तु, अनन्तरम् अन्यैः पठ्यताम्. के कः पठति इदानीं? पठामि पठतु. धन्य एष कुलमूलं श्रीरामचन्द्रस्य प्रणस्य एष विश्वे न अत्र तत्पूर्वम् एकमस्ति, वेदाः एतस्य एव वन्दिनः. वेदा एतस्य एव वन्दिनः गायति अमुमेव गायति ब्रह्मनिष्ठा ब्रह्मणा ब्रह्मनिष्ठाः ब्राह्मणाः अमुम् एव अहरहः उपतिष्ठन्ते. यद्यपि सः पठितवान् अत्र अर्थं वदतु. एतस्य सूर्यस्य एव वेदाः वन्दिनः वन्दिनः इति किं किमर्थं रूपं भवति? वन्दी इति, यः वन्दते सः वन्दी इति. सूर्यस्य उपासनं कुर्वन्ति वन्दन्ते के इत्युक्ते वेदाः, वेदाः सूर्यमपि वन्दन्ति, वन्दन्ते इति. अनन्तरं गायत्री एव गायति अमुमेव गायति, जानीमः खलु. सूर्यस्य उपासनमेव खलु गायत्री श्लोकः वदति, अतः गायत्री अमुमेव गायति. अनन्तरं ब्रह्मनिष्ठाः ब्राह्मणाः अमुम् अहरहः उपतिष्ठन्ते। अत्र अर्थः कः भवति? ब्राह्मणाः ब्रह्मनिष्ठाः इत्युक्ते ब्रह्मणि निष्ठाः भवन्ति, ब्रह्मज्ञानम् आत्मज्ञानं तत् सर्वं सम्पादयन्ति ब्राह्मणाः. तदनन्तरं प्रातःकाले सन्ध्याकाले किं कुर्वन्ति ब्राह्मणाः? अद्य सन्ध्यां, प्रातःसन्ध्यां, सायं सन्ध्यां कुर्वन्ति खलु. तत्र विषयः कः? सन्ध्याप्रणाम। सन्ध्यावन्दनसमये सूर्यस्य उपासनं, सूर्यस्य उपासनमेव सन्ध्या. अतः एवमेव आहरः उपतिष्ठन्ते, उपासनं कुर्वन्ति इति अर्थः. अग्रे. धन्यः एषः कुलमूलं श्रीरामचन्द्रस्य। अर्थं विवरणम् अथवा पठनं वा? इतोपि वाक्ये वाक्यपूर्णं न अभवत् खलु, कमा एव अस्ति. एषः कुलमूलं श्रीरामचन्द्रस्य। प्रणम्य एषः विश्वेषां विश्वेषां विश्वेषाम् इति उदेष्यन्तं भास्वन्तं प्रणमन् निजपर्णकुटीरात् निश्चक्राम कश्चित् गुप्सेवन एवमेव. विप्रभटुः। निजपर्णकुटीरात् निश्चक्राम कश्चित् गुरुसेवनपटुर्विप्रभटुः. गुरुसेवनपटुः विप्रभटुः, अवगतं खलु? विप्रपटुः इत्युक्ते ब्राह्मणपटुः। तत्र वटुः इत्युक्ते ब्रह्मचारी. ये गुरुकुलवासं कुर्वन्ति, तत्र वेदाध्ययनं कुर्वन्ति, विद्याध्ययनं कुर्वन्ति, ते सर्वे वटवः एव खलु. अत्र संस्कृते बकारवकारयोः भेदः नास्ति इति कारणात् तत्र तत्र बटुः भवति, तत्र तत्र वटुः अपि भवति. अस्तु, इदानीं तत्पूर्वं किमिति उक्तं, गायत्री इममेव गायति, ब्राह्मणाः इममेव, तदपि अभवत्. एषः धन्यः किमर्थं? कस्य रामचन्द्र कुलमूलं? रामचन्द्रस्य सूर्यकुल वंशांशभूतः खलु, इक्ष्वाकुवंशः सूर्यकुलस्य वंशः. अतः अस्तु. अनन्तरं प्रणमी एषः विश्वेषाम् इति, अत्र विश्वेषाम् इति पदमस्ति खलु, तत्र कश्चन विषयः अस्ति. इदानीं वयं सर्वनाम शब्दान् स्वीकुर्मः चेत् तत्र षष्टिविभक्तिः कथं भवति? इदानीं सर्वेषां सर्वेषां सर्वेषाम् इति भवति खलु सर्वनामशब्दस्य. तथा एव विश्वम् इति शब्दस्य अपि, यद्यपि अकारान्तं भवति, तथापि शब्दरूपे तत् सर्वनामपदरीत्या एव तस्य रूपाणि भवन्ति. अत्र वयं विश्वेषां विश्वस्मिन् इति सर्वनामपदेषु तथा एव रूपाणि तथा एव भवति इति कश्चन विषयः. अस्तु, इदानीं प्रार्थनाश्लोकः आसीत् अन्यश्लोकः, तत्र बहु सम्यक् तस्य टीका बहु सम्यक् अस्ति. किञ्चित् प्रारम्भं गच्छतु, तत्र पठनभागस्य अपि पूर्वं भवति. एतत् शिवाङ्के खेलम् तदनन्तरं तद् सरलः अस्ति, तद् वयं पठितवन्तः. अत्र नास्ति वा? अत्र टीकायामेव अस्ति. अत्र टीकां पठतु. केन पठ्यते? सन्ध्या भगिनी, सुधा अस्ति वा? लक्ष्मीनारायणमहोदय अहमस्मि महोदय। अस्ति वा? भवती न दृश्यते एव, अतः एव मया न अवगतं. पठतु टीकां, तत्र भवान् इति आरभ्य. तत्र भवान् कविकुलचूडामणिः सिद्धसरस्वतिः सिद्धसरस्वती कः सरस्वती कः? सरस्वती कः अम्बिकादत्तव्यासः वीररसप्रधानं गद्यकाव्यं चिकीर्षुः महनीययशसः भारतभागधेयस्य दुर्दान्तरु किमस्ति, दुर्दान्तो नो दुर्दान्तरुगजिह्वा, दुर्दान्तोरग दुर्दान्तोरगजिह्वरिक्मोत्पाटनकुशलस्य पठन्तु। जिह्वा जिह्वा जिह्वा उत्पाटनकुशलस्य शिववीरस्य चरितचयनेन एव भारती कृतार्थयितव्य इति कृतार्थयितव्या कृतार्थयि इति भारती कृतार्थ इति किम्? न, कृतार्थयितव्या इति ओ कृतार्थ इति तव्या इति विहितमनोरथ क्षिपति वेदव्यासोक्तिं श्रीमद्भागवतात् उद्धृताम् दुद्धृतां विष्णोर् विष्णोर् माया इति विष्णोर्माया इति विष्णोर्माया इति वेवेष्टि व्याप्नोति चराचरात्मकं प्रपञ्चम् इति विष्णुः ब्रह्म तस्य माया सत्त्वप्रधानः शक्तिविशेषः सा च एषा भगवती समग्रषड्गुणसम्पन्ना। प्रथमं तत् श्लोकः पठितः खलु, तस्य विवरणम् एतत् अस्तु। विष्णोर्माया भगवती यया सम्मोहितं सम्मोहितं जगत् जगत् इति भागवते आगच्छति। अस्तु अग्रे, तत्र ऐश्वर्य भगवती इति अस्ति खलु, भगवान् भगवती, तत्र भग इत्यस्य अर्थः अस्मिन् श्लोके षड्गुण्य उच्यते। षाड्गुण्य अस्ति खलु षड्गुणाः इति इत्येव भग् न न, षड्गुण्यं भवितुम् अर्हति। अत्र भग इत्युक्ते ऐश्वर्यं, तथा एव तस्य समग्रषड्गुण नाम किमर्थं भगवान् इति, भगः अस्य अस्ति इति भगवान्, अथवा तत् भगः इति भवति चेत् पुल्लिङ्गं भगाः अस्य सन्ति इति भगवान्, तथा एव स्त्रीलिङ्गे भगवती। षट् इति भग इति नाम कथं भवति, के ते इति पश्यतु, तत् श्लोकं पठतु। ऐश्वर्यस्य समग्रस्य धर्मस्य यशसश्रियः ज्ञानवैराग्योश्चैव षण्णां भग इतीरणा इति ईरणा, ईरणा इत्युक्ते ईरणा उक्तिः, ओ ईरणा उक्तिः इति। अत्र समग्रस्य ऐश्वर्यस्य धर्मस्य यश यशसः श्रियः श्रियः ज्ञानवैराग्ययोः इति षट्, इति सर्वम् अस्ति भगवतः इति कारणात् सः भगवान् इति, एते सर्वे भगा इति उच्यन्ते। समग्रम् ऐश्वर्यं, धर्मः, यशः, श्रीः, ज्ञानं, वैराग्यम् इति षट्। अस्तु, इदानीं इति ईरणा वा ईरणा वा ईरणा, ओ ईरणम् इत्युक्ते तत्र वदति इति अर्थः, ईर् धातोः वद् धातोः अर्थः एव। ईरणा इत्युक्ते उक्तिः इति, ओ उच्यते उक्तिः इति अर्थः। अस्तु, अत्र प्रसिद्धः भगपदार्थः भगवत्वम् इति, यः भगवान् अस्ति तस्य गुणाः सन्ति चेत् तत् भगवत्वं, तस्य मायया एव अत्र जगत् सर्वं तत् सृष्टम् अस्ति, तस्य एव अनुग्रहः। भिन्नभिन्न स्थावरजङ्गमानामपि सृष्टिः, एतत् सर्वं मिलित्वा एव भगवान् इति उच्यते खलु, एतत् सर्वं तस्य एव सृष्टिः। अतः परन्तु तत्र तस्य माया अपि अस्ति, अतः एव जगत् मोहितम् अपि भवति। सम्मोहितम् इत्युक्ते तस्य मायायाः कारणेन भिन्नभिन्नरीत्या प्रवर्तन्ते जीविनः इति। अनन्तरम् अग्रिमश्लोकस्य विवरणं, वाक्यस्य विवरणं पठितवन्तः, तदपि एकवारं पठामः। हिंस्रः, घातकः, कलहः, दुष्टः, स्वस्य एव पापेन सः तस्य पापस्य फलम् अनुभवति, अतः एव सः हिंसितः भवति अथवा विनाशं प्राप्नोति, विनश्यति एव। अत्र यत्र यत्र व्याकरणविशेषाः अधिकतया वर्तन्ते तत् त्यजामः अहम्। इदानीं परन्तु तस्य श्लोकस्य परार्धभागः कः इति किञ्चित् दर्शयतु महोदय. अत्र हिंसः स्वपापेन विहिंसितः, दुष्टः तस्य पापेन एव फलम् अनुभूय सः हिंसितः भवति, नाशं प्राप्नोति खलः. परन्तु साधुः समत्वेन भयाद् विमुच्यते. समत्वम् इत्युक्ते तस्य समस्थितिः भवति सर्वदा, तस्य मनसि कदापि दुष्टभावः न भवति सज्जनस्य. अतः तादृशसमत्वेन तस्य भयमेव नास्ति, हिंसाभयमेव न भवति, तस् भयात् विमुच्यते, विमुक्तिं प्राप्नोति. अथवा संसारभयः भयम् इति वयं स्वीकुर्मः, जन्ममरणादि भयम् इति स्वीकुर्मः चेत् तत्रापि अर्थः भवितुमर्हति. तत् पुनः पुनः जन्म प्राप्य तस्य कर्मफलं, कर्मराशेः फलं यदा पूर्णतया क्षयं प्राप्नोति तदा तस्य मोक्षः अपि भवति इति अर्थः तत्र. इदानीं टीकां दर्शयतु. अस्तु, पठतु अग्रे. हिंस्रः तदुक्तं धातुकः तदुक्तं तदुक्तं ततः आरभ्य. अस्तु, तदुक्तं न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः इति. एतेन अद्य एतेनाद्य निश्वासे पापिनाम् अशोभनाः साधुनाञ्च शोभना आचाराः प्रदर्शिताः भवेयुः इति इति उपक्षिप्तम्. अस्तु, आद्य निश्वासे इत्युक्ते आदौ इति. अग्रे. सर्वच्च इदं सर्वतन्त्र स्वतन्त्रस्य भगवतः मायया त्रिगुणात्मिकया निबद्ध निबद्धैः इव एव एव समास्थीयते इति इति काचन इति काचन तावदेव तत्र एतदेव आगच्छति किम्? इति काचन अस्तु. ओ, काचन हिन्दुकन्या अत्र केवलं तदा उपस्थापनम् उपस्थीयते इति उक्तं खलु, कथायाः उपस्थापनं क्रियते केवलं पङ्क्तिद्वये. हिन्दुकन्या केनचन दुष्टेन कृता रक्षिता च. सा साधुना दुष्टनाशश्च स्वपापेनैव संवृत्तः इति कथाभागः. विष्णुनाम् अग्रहणे विष्णुनामग्रहणेन विष्णुनामग्रहणेन मङ्गलमपि शिष्टाचारानुमति मतिश्रुतिबोधिते श्रुतिबोधितेति कर्तव्यताकं सूचितम्. अत्र कर्तव्यताकं नान्दी श्लोकस्य सदृशं भवति खलु, अतः एव एषः विषयः उक्तः अत्र. एतत् सा नान्दी श्लोके साधारणतया किम् उच्यते, तत्र देवनमनं भवति, तत्र विशेषतया दुष्टनाशः शिष्टपरिपालनम् एव भगवतः अपि उद्देशः खलु. अत्रापि शिवराजस्य विषयेपि कथायामपि तत् तथा एव सञ्जातम्. अतः एव हिन्दुकन्या केनचन दुष्टेन हृता रक्षिता च साधुना. तत् अनन्तरं दुष्टनाशः अभवत्, स स्वपापेन एव तस्य दुष्टस्य नाशः अभवत् इति कथाभागः इदानीं भवति. अत्र विष्णुनामग्रहणेन भगवतः ध्यानमपि अभवत् मङ्गलश्लोकस्य. गान्धीश्लोके एतत् सर्वं भवति खलु, कथायाः सूचना, अनन्तरम् आशीर्वचनं वा अथवा नमस्क्रिया. नमस्क्रिया इत्युक्ते भगव एतस्य गद्यपूर्णार्थं पद्यपूर्णार्थं वा नाटकदर्शनार्थं वा किमपि काव्यभाग कोऽपि काव्यभागः भवतु, तस्य यशस्वितायाः कृते कविना एतत् प्रार्थना उक्ता भवति. प्रार्थनायामेव एतत् सर्वं भवति. तद्यस्य काव्यस्य विषयः अपि बहु संक्षेपेण भवति, देवस्य नमनमपि भवति. तदेव कृतम् इति अस्तु इदानीं कथाभागस्य टीकां पठामः अस्तु कथाभागं प्रारभमाणः भगवता भगवदादित्यप्रकाशात्मवस्तुनिर्देशरूपम् अपि रूपमपि मङ्गलं समाचरति अरुणः एषः इति पूर्वस्यामिति दिशि इति विशेष्यम् मरीचीनां माला अस्य अस्ति इति मरीचिमाली तस्य सूर्यस्य बहुव्रीहि तरसा अस्तु त्यजतु अग्रे अस्तु अरुणः अरुणः ईशल्लोहितः लोहितवर्णः तस्य ईषत् लोहितः ज्योतिषां रविरंशुमान् इति भगवत् विभूतिसमूह पातित्वेन भगवत्त्वं सर्वथा स्फुटम् अथादित्यं विशिनिष्टि एव भगवान् इति अथ आदित्यं विशिनिष्टि एव एषः भगवान् इति विशिनिष्टि इत्युक्ते विशेषेण वदति इति एन्हान्स्मेण्ट् इति दिनस्य इत्यन्तं मालारूपकालङ्कारो वैदर्भीरीतिः प्रसादाख्यश्च गुणः मणिः रत्नं यथा हीरकादिरन्धकारं हीरकादिः अन्धकारं वारयति विहीरकम् इत्युक्ते वज्रम् ओहोहो अन्धकारं परिहरति खलु वज्रस्य प्रकाशेन प्रकाशयति च पदार्थसार्थ तथा अयमपि बाह्याभ्यन्तरतमो तमः तमः अपवार्य अपवार्य प्रकाशयति सकलान् अर्थान् इति मणित्वेन रूपणम् मणिः इत्युक्ते प्रकाशं ददाति प्रकाशं ददाति इत्युक्ते केवलं बहिः यः अन्धकारः अस्ति तस्य परिहारं करोति इति न सूर्यः अस्माकं मनसि अभ्यन्तरे यत् यः अन्धकारः अस्ति तदपि सः निवारयति इति बाह्याभ्यन्तरतमः सः परिहरति इति अनन्तरं खे नभसि चरन्ति गच्छन्ति इति खेचराः भगणाः तेषां चक्रस्य समूहस्य चक्रवर्ति सम्राट् सैन्यं प्रवर्तयति सम्राट् दिनाधिपः अपि सर्वं ग्रहगणम् इति रूपणम् आखण्डलदिशः इन्द्रसम्बन्धिन्याः प्राच्याः नायिकायमानायाः कुण्डलम् अत्र प्राच्य इत्युक्ते प्राची इत्युक्ते पूर्वादिक् सत्य इन्द्रस्य सम्बन्धिनी सम्बन्धं सम्बन्धः अस्ति खलु पूर्वदिक् दिशः सः अधिपति अतः एव आखण्डलिशः इति उक्तम् इति अर्थः कुण्डलं कर्णाभरणविशेषः वर्तुरत्वम् आरोपबीजं ब्रह्माण्डमेव भाण्डं सदनं तस्य दीपकः प्रकाशकत्वम् अत्र आरोपहेतुः महोदय अत्र भग प्रश्नः अस्ति भगनाः इति विषये किम् अस्ति भगणः इति अहं चिन्तयामि विहङ्गः अत्र आकाशे ये सन्ति तत्र तेषां प्रकाशः भवति इति भगणाः भवितुम् अर्हति वा अथवा ये तथा एव अर्थः वा भगणाः भगणः इत्येव अर्थः वा इति मया न प्राप्तुं कुत्रापि तस्य विषयः विवरणमपि न दत्तं खेचराः इत्युक्ते केवलं देवताः भवितुमर्हन्ति अथवा आकाशे ये ये सन्ति सर्वेषाम् अपि भगणाः इति वदन्ति वा मया न अवगतम् अतः दृष्ट्वा वदामि पुनः अस्तु तत्र एतस्य किञ्चित् विवरणं दत्तं खलु ब्रह्माण्डमेव भाण्डं तस्य दीपकः अनन्तरं पुण्डरीकाणां तत्र कमलानां तत् सर्वं त्यजतु समूहस्य प्रियः सः अनन्तरं कोकानां ओकानां चक्रवाकः चक्रवाकाणां सत्य पुनः पुनः लोकः इति भवति चेत् समूहः इति पटलं समूहः गणः इति भिन्नभिन्नरीत्या उच्यते चक्रवाकाणां समूहस्य मोक्षः शोकपरिहारकः अनन्तरं तस्य ओकमिथुनाः विवरणम् अपि दत्तं मया पूर्वमेव अनन्तरं रोलम्बानां भ्रमराणां समूहस्य आश्रयः अवलम्ब श्रेय अनन्तरं सर्वश्च असौ व्यवहारः अहिकाम् उष्णिकलक्षणो व्यापारः व्यापार तस्य अत्र एकं सूत्रधारः वदामि ऐहिकम् इत्युक्ते इह इति भवति चेत् इहलोकः मनुष्यजीवनं तदेव इहलोकः तस्य सम्बद्धविषयाः कर्तव्याणि व्यवहारः तत्सर्वम् ऐहिकव्यवहारः इह इत्यस्य सम्बद्धम् ऐहिकम् अनन्तरं पर इति भवति चेत् परलोकः इति भवति चेत् तत्तु मरणानन्तरं भवति यत् परलोकः अतः तदा पारलौकिक इति तद्धितान्तं भवति तथा तस्य एव पर्यायपदम् आमुष्मिकम् इति ओहो आमुष्मिकम् आमुष्मिकम् इत्युक्ते मोचनं ददाति इहलोकतः मोचनं भवति इति कारणात् आमुष्मिकम् इति पदम् अस्ति अतः एव ऐहिकामुष्मिकम् इति टीकायाम् एकं पदम् आगतं पदे पदे सिद्धान्तेषु अपि एतद् भवति एव वयं इहलोकं परलोकः इहलोकः इति सरलतया वदामः ऐहि तत्र एव तद्धितरूपं वयं पश्यामः चेत् ऐहिकामुष्मिकम् इति भवति रूपं तत्र एवं भिन्नभिन्ननूतनपदानां परिचयः अपि भवतु इति तस्य विवरणं दीयते अनन्तरं तत्र व्यवहारः इहलोके पुण्यकार्याणि कृत्वा भगवत्पूजां उपासनं कृत्वा अस्माकं कर्तव्याणि सर्वाणि कुर्मः चेत् तत्सर्वम् इहलोकव्यवहारः ते तस्य उत्तमकार्यस्य फलं यत् भवति तत्र परलोके अस्माकं व्यवहारः भवति परलोके व्यवहारः इत्युक्ते अत्र तदर्थम् इहलोकव्यापारे ऐहिकजीवनार्थं कार्यं करणीयं विद्याभ्यासः करणीयः जीवनस्य कर्तव्यं करणीयम् इति भवति खलु तत्सर्वम् इहलोकव्यापारः अनन्तरम् अस्माकम् अग्रे उत्तममोक्षस्य अथवा परलोके अस्माकम् उत्तमस्थितेः कृते अस्माभिः सर्वं करणीयम् अत्र एव तत्तु पारलौकिकव्यवहारः तदर्थं यत् कुर्मः तत् पारलौकिकव्यवहारः अथ मुश्किल तथा यद् लोकद्वये अपि अस्माकम् उत्तमं स्थितिः भवतु इति व्यवहारः यद् क्रियते तस्य सूत्रधारः सः एव व्यापारस्य सूत्रधारः सः एव प्रवर्तयिता कुत्रापि मया पठितं कश्चन विषयः श्रुतः अत्र कर्मफलं कर्मफलम् इति भगवद्गीतायां पदे पदे उच्यते खलु तत्र कर्म इति कदा आरब्धम् पुनः पुनः कर्मफलम् अनुभवितुम् अस्माभिः पापकार्यं क्रियते एव पुनर्जन्म पुनः जननं पुनः मरणम् इति भवति चेत् कदा भवति तस्या अन्तिमं कथं प्राप्नुमः मोक्षः कदा क्षमतां कदा भवति इति प्रश्नः पृष्टः केनापि तदा किञ्चित् कश्चन पण्डितः वा गुरुः वा केनापि उक्तम् इदानीं भगवत्सृष्टिः यदा भवति तत्र स्थावरजङ्गमादि सर्वेषां सृष्टिः भवति खलु तदनन्तरं प्राणिनां मृगाणां क्रिमिकीटादीनामपि सृष्टिः भवति परन्तु मनुमानवानां सृष्टिः यदा भवति तदा तस्य किञ्चित् न केवलं पञ्चेन्द्रियस्य गुणाः अनन्तरं बुद्धिः इत्यपि एकं वर्तते खलु मनुष्याणां तत्तु सिक्स् सेन्स् इति आङ्ग्लभाषायां यत् वदामः तदेव तत् आर् अरिवु पडित्तमनिदन् इति तमिळ्भाषायां वदामः तत्तु षष्ठम् इति बुद्धिः भया भवति तस्य उत्तममार्गेण बुद्धेः अनुसरणं करणीयम् अस्माभिः परन्तु एतदर्थं सः एव भगवान् एव सृष्टिसमये तस्यपि पूर्णतया उत्तमबुद्धिः एव प्रभवतु इति किमर्थं न दत्तवान्? किमर्थं मनुष्यः दुष्टबुद्धेः अनुसरणं करोति, दुष्टकार्येषु प्रवर्तनं करोति इति प्रश्नः भवति. तदा उत्तरम् एवं भवति, मृगपक्षिणां कृते तत्तु षष्ठं शक्तिः, षष्ठी शक्ति शक्तिः नास्ति, परन्तु केवलं मनुष्याणां कृते एव सा शक्तिः दत्ता. तदा करोति चेत् बुद्धिः अस्ति खलु इदानीं तस्य, बुद्धेः उपयोगः करणीयः तेन, सन्मार्गे प्रवर्तितव्यः परितवी क्षम्यताम् अनुसर्तव्या अस्ति बुद्धिः. परन्तु तदर्थं किञ्चित् स्वातन्त्र्यमपि ददाति भगवान्. तत् स्वातन्त्र्यमस्ति इति कारणेन, फ्री विल् इति वदामः खलु आङ्ग्लभाषायां, तस्य कारणेन सः उत्तममार्गे अगत्वा केवलं पापकार्यमेव करोति चेत् तेन किं फलं भवति? अतः तस्य एव फलं कर्म, तथा एव कर्मणः प्रारम्भः भवति. तत्तु कम्पौण्ड् इण्ट्रेस्ट् रीत्या पदे पदे अधिकमधिकमेव भवति, पूर्वं सञ्चितं फलम् आर्जितफलं सञ्चितं फलम् इति, सञ्चितं फलम् इति पूर्ण बहुकालात् तथा एव अधिकं भूत्वा भूत्वा भवति तत् सञ्चितं फलम्. इदानीं यत् प्राप्तं तत् अस्मिन् जन्मनि यत् पापं कुर्मः तस्य फलं प्राप्तं फलम्. एवं तथा एव कर्मणः आधिक्यम् अधिकं भवति, अस्माकं बुद्धिम् उपयुज्य अस्माभिः प्रवर्तनं करणीयम् इति उक्तम्. अतः इदानीं यदा भवतां मुखानि दृश्यन्ते अहं चिन्तयामि किञ्चित् जामिता भवति इति चिन्तयामि. अस्तु, तत्र प्रथमे दिने एवं भवति, अग्रे अग्रे केवलं कथा एव भवति, चिन्ता नास्ति. इदानीं पूर्णतया अभवत् वा? किञ्चित् टीकायां त्यक्त्वा त्यक्त्वा पठतु. विवेकमहोदय, भवान् पठति किम्? महोदय, किमर्थं सुधा सूर्यस्य भगिनी विषये सम्यक् अस्ति, आरम्भं महोदय? आरोग्यं सम्यक् अस्ति खलु सुधा भगिनी? आं महोदय, अस्तु, विवेक महोदय पठतु. प्रश्नः अस्ति महोदय, किमर्थं सूर्यस्य विषये आरम्भं कृत्वा कथायाम् आरम्भम् अभवत्? तत्र ब्राह्मणभट्टुः सूर्य उपासनं कृत्वा तत्र आगच्छति इति. तत्र ब्रह्मचारी तस्य कुटीरात् बहिः आगच्छति इति पठितं खलु, तावत्पर्यन्तं टीका अपि पठिता इति मन्ये, पठिता खलु. विप्रभटुः इति अहम् उक्तवती खलु, वकार बकारयोः भेदः नास्ति. इदानीं समयः अभवत् चेत् वयं विरमामः. अत्र एकम् अनुच्छेदं पठितं खलु, कश्चन घट्टः आगतः खलु, आम् इदानीं समयः अपि सञ्जातः इति मन्ये, अत्र विरमामः चेत् विरमामः. इतोपि किञ्चित् उपरि अस्तु, केवलम् एतस्य पठनं कृत्वा वयं विरमामः, अर्थम् अग्रिमे सप्ताहे पठामः. तत्र बहु सम्यक् अस्ति, बहु लघु अनुच्छेदः अपि पठतु. अहो, चिररात्राय सप्तोऽहं सुप्तोह सुप्तः अहं स्वप्नजालपरतन्त्रेण एव स्वप्नजालपरतन्त्रेण एव महान् पुण्यमयः समयः अतिवाहितः सन्ध्योपासनसमयः अयम् अस्मत् गुरुचरणानां तत् सपदि अवचिनोमि कुसुमानि इति चिन्तयन् कदलीदलम् एकम् आकुञ्च्य तृणशकलैः सन्धाय पुटकं विधाय पुष्पावचयं कर्तुम् आरभे. अस्तु, पर्याप्तम्. अस्य अनुच्छेदस्य अर्थं सम्यक् टीकायां पठित्वा आगच्छन्तु. अनन्तरम् अग्रे अपि कानिचन वाक्यानि तत्र एकैकस्मिन् वर्गे अपि कियत् क्रियते इति जानीमः. तावत्पर्यन्तं द्विवारं वा त्रिवारं वा पठित्वा आगच्छन्तु. यदा गृहे भवन्तः पठन्ति उच्चैः एव पठन्तु, चिन्ता नास्ति, लज्जा मास्तु. तत्र प्रकोष्ठे द्वारं पिधाय अपि कुर्वन्तु, तदा एव वर्गे सम्यक् स्पष्टरीत्या वयं पठितुं शक्नुमः. प्राय अभ्यासः भवति चेत् उत्तममार्गः गद्यभागं पठितुम् एतत्. अतः एव अहं कादम्बरेः पठनात् पूर्वं, कादम्बर्याः पठनात् पूर्वम् एतस्य पठनं भवतु इति अहम् अभिप्रेतवती एतस्य विषये. अस्तु, इदानीं शान्तिमन्त्रं वदामः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिः शान्तिः शान्तिः.